नमस्सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. अस्माकं विषयः अस्ति चुरादिगणः इति. तत्र चुरादिगणे सामान्यदातवः दृष्टाः, इदानीं विशेषदातवः इति विषयः अनुवर्तते. तत्र अस्माभिः ज्ञातं यत् अत्र वस्तुतः प्रधानः विषयः कः इति चेत्, अत्र बहवः अदन्तदातवः सन्ति चुरादिगणे, यत्र धातोः अन्ते ह्रस्व अकारः अस्ति, परन्तु सः अकारः इत्संज्ञकः नास्ति, अनुनासिकः, अनुनासिकसहित अकारः नास्ति, अतः तस्य इत्संज्ञा न भवति. अतः तत्र लौकिकधातौ अपि अकारः तिष्ठति, अकारः तत्रैव तिष्ठति. अतः एते धातवः विशेषदातवः, एते धातवः केवलं चुरादिगणे एव सन्ति, अदन्तदातवः अन्येषु गणेषु न सन्ति, केवलम् अस्मिन्नेव गणे सन्ति. अत्र एतादृशदातवः बहवः दातवः सन्ति, त्रिनवतिदातवः सन्ति. तर्हि अत्र किम् अस्ति इति चेत्, अतः अत्र ये ये अदन्तदातवः सन्ति अस्मिन् गणे, तेभ्यः यदा णिच् प्रत्ययः विधीयते चुरादिगणे, चुरादिभ्यः णिच् इत्यनेन णिच् विधीयते दीर्घसूत्रेण, तदानीं तत्र निच् प्रत्ययम् आश्रित्य अदन्तदातुः अस्ति इति कृत्वा अजन्तः अस्ति, अतः अचोयणिति इति सूत्रस्य अपि प्रसक्तिः भवति तत्र. अपि च एकं नूतनं सूत्रमस्ति अतो लोपः इति सूत्रं, तेन सूत्रेण अदन्तमङ्गमस्ति चेत् तस्य अकारस्य लोपः भवति निच् प्रत्यये परे. अतः एव वयं वदामः यत्र यत्र आर्धधात्विकप्रक्रिया प्रचलति सर्वत्र अदन्तधातुः अस्ति चेत् सर्वत्र अकारस्य लोपः भवति आर्धधात्विकप्रक्रियायाम्. एतत् स्टाण्डर्ड् अस्ति सर्वेषु, यः कोऽपि आर्धधात्विकप्रत्ययः भवतु, अदन्तमङ्गम् अस्ति चेत् तस्य अकारस्य लोपः भवति अतो लोपः इति सूत्रेण. तर्हि इदं सूत्रम् अतो लोपः इति सूत्रं वस्तुतः अचोयनिति इत्यस्य अपेक्षया पूर्वसूत्रमस्ति, अचोयनिति इति परसूत्रम्. तर्हि तत्र बलाबलचिन्तनं कुर्मः चेत् तत्र विप्रतिषेधे परं कार्यम् इत्यनेन अचोयनिति इति सूत्रस्य एव कार्यं स्यात्, परन्तु अत्र विप्रतिषेधे परं कार्यम् इत्यस्य अपि अपवादः अस्ति, पूर्वविप्रतिषेधः इति. पूर्वविप्रतिषेधः इत्युक्ते यत्र अत् लोपः एकस्मिन् पक्षे ह्रस्व अकारस्य लोपः, अपरस्मिन् पक्षे वृद्धिः अचोयणिति इति वृद्धिः इत्यत्र भवति. एतादृशस्थलेषु यत्र अत् लोपः वसस् वृद्धिः, एतादृशसन्दर्भे अत् लोपस्य अल्लोपस्य अल्लोपः बलवान् अस्ति. अतः तत्र अल्लोपः एव भवति, न तु अचोयनिति, यद्यपि अचोयनिति इति परसूत्रमस्ति. अतः अत्र पूर्वविप्रतिषेधः इति वदामः. यद्यपि तत्र विप्रतिषेधः अस्ति, द्वयोः मध्ये विप्रतिषेधः अस्ति, विप्रतिषेधः अस्ति चेत् परकार्यं स्यात्, परन्तु अत्र पूर्वकार्यमेव भवति. पूर्वकार्यं किम् इति चेत् अतोलोपः एव पूर्वकार्यं, तस्य कार्यमेव भवति अत्र. अतः निजन्तप्रसङ्गे यत्र यत्र अदन्तमाङ्गं सर्वत्र अचोयणिति इति सूत्रं प्रबाद्य अतोलोपः इत्यनेन अदन्ताङ्गस्य ह्रस्व अकारस्य लोपः भवति आर्धधातुके परे. इत्युक्तं तत्र एव सूत्रे आर्धधातुके उपदेशे इति अस्ति. उपदेशे इति किमर्थम् इति अग्रे पश्यामः. इदानीं तत्र कथयोगः णिच् इति स्थितौ, तत्र कथयोगः णिच् इति स्थितौ, तत्र शोभाभगिनी वदतु किं भवति कथयोगः णिच् इति स्थितौ. राम भगिनि, कथयोगः णिच् इति स्थितौ, तत्र कथा इति अदन्त अङ्गम् अस्ति इदानीम्, अतः तत्र णिच् इति अर्धधातुकप्रत्ययः, तेन तत्र अतो लोपः इत्यनेन तत्र कार्यद्वयं भवति. एकक्षणं भगिनि, अतो लोपः इत्यस्य प्रसक्तिः अस्ति यतोहि अदन्ताङ्गम् अस्ति परे अर्धधातुकप्रत्ययपरे इति, अतः तत्र अपि च गण् इति भवितुम् अर्हति, किन्तु अत उपधायाः इति सूत्रेण वृद्धेः प्रसक्तिः अपि अस्ति तत्र. किन्तु यदा यथा वयं दृष्टवन्तः अचः परस्मिन् पूर्वविधौ इत्यनेन वृद्धिः न भवति, तत्र अचः आदेशः स्थानिवत् परस्मिन् पूर्वविधौ इति यत्र पूर्वविधौ कर्तव्ये भवति तत्र यस्य अस्मिन् प्रसङ्गे अजादेशः भवति, अकारस्य लोपः भवति चेदपि स्थानिवत् भवति, अपि च यत् कार्यं भवति तत् यदि अकारः अस्ति चेत् यत् भवितुमर्हति तदेव भवति इति कृत्वा तत्र वृद्धिः न भवति. एतावत् अस्तु, एतावत् सम्यक् खलु भगिनि? आं समीचीनम्, एतावत् समीचीनं. स्थानिवत् कथं भवति इति पुनः एकवारं प्रतिपादयतु. हा, स्थानिवत् कथं भवति इत्युक्ते तत् किमर्थम् अत उपधायाः इति कार्यं न करोति? अत उपधायाः तत्र इदानीं कथा इति अस्ति चेत् उपधायां थकारः अस्ति, न तु यतोहि न तु अकारः. इदानीं तत्र कथा इति एव किं स्वीकर्तव्यं, न तु कत् इति, यतोहि अकारस्य लोपः अभवत् चेदपि यत् आदेशः इत्युक्ते लोप इत्यस्य आदेशः अभवत् स्थानिवत् इति भवति इति कृत्वा इदानीम् अपि तत्र अकारः अस्ति इत्युक्ते तत्र सूत्रं अकारं पश्यति अतः तत्र लोपः न भवति, अतः तथा एव तिष्ठति. क्षम्यतां, लोपः न, वृद्धिः न भवति, यतोहि तत्र वृद्धेः कृते अकारः नास्ति एव, अतः वृद्धिः न भवति, तथा इति एव तिष्ठति तत्र. हा, तावत्, यतोहि तत्र सूत्रे उक्तं परस्मिन् इति निमित्तसप्तमी अस्ति, पूर्वविधौ इति विषयसप्तमी अस्ति इति पठितवन्तः. तर्हि तत्र निमित्तसप्तमी अस्ति चेत् परनिमित्तं शारीरिकरूपेण भवेत् इति, पूर्व विषयसप्तमी अस्ति चेत् यत्र कुत्रापि इत्युक्ते आगम्यमानः इति, तत्र परं प्रत्ययः नास्ति चेदपि इदानीम् आगमिष्यति इति स्वीकृत्य तत्र कार्यं भवति इति, तत्र इत्युक्ते तत्र विषयसप्तमी इत्युक्ते किम्? आगमिष्यमाणं किम् उक्तं? विषयसप्तमी इत्युक्ते यत्र प्रत्ययः इदानीं नास्ति किन्तु आगमिष्यति इति, तत्र इत्युक्ते तत्र प्रत्ययः कः प्रत्ययः? यथा तत्र सार्वधातुके अथवा अर्धधातुके इति वदामः चेत् न, अत्र पूर्वविधौ इत्यत्र इति इत्यस्य प्रत्ययेन न कोऽपि सम्बन्धः. हा, तत्र नास्ति. अस्तु, पूर्वविधौ इति पूर्वविधौ इति तत्र तु पूर्वविधौ कर्तव्ये इत्युक्ते यत्र पूर्वविधि कर्तव्यम् अस्ति तत्र एव भवति इति खलु. परनिमित्तिकः अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये इत्युक्ते यत् आदेशः अचः स्थाने भवति तत् स्थानिवत् भवति यत्र इत्युक्ते यत्र पूर्वविधौ कर्तव्ये इत्युक्ते पूर्वविधिः अस्ति, करणीयमस्ति, भवति अपि. कस्मात् परं वा? कस्मात् पूर्वं? पूर्वम् इत्युक्ते कस्मात्? प्रकृतसूत्रस्य पूर्वम् इति. तत्र अजादेशः भवति चेत् अजादेशः तत्र लोपः भवति, तदेव तत्र अजादेश इत्युक्ते लोपस्य कृते. इदानीं कथयोगः णिच् इत्यत्र अकार उत्तरवर्ति अकारस्य लोपः अभवत्. इदानीं पूर्वविधिः कथं तत्र निर्णेतव्यः? तदेव पूर्वविधिः भवति इदानीं. किं पूर्वविधिः? अकारस्य लोपः. न न न अस्तु अस्तु, क्षम्यताम्. अतः एव मया पृष्टं कथयोगः णिच् इत्यत्र इदानीम् अचः परस्मिन् पूर्वविधौ इत्यनेन तकार उत्तरवर्ति अकारस्य लोपः अभवत् खलु? तत्तु अस्य सूत्रस्य कार्यं तत्र न क्षम्यताम् अतो लोपः इति सूत्रेण अकारस्य लोपः अभवत् खलु? आम् आम्. अकारस्य लोपः अभवत्, इदानीं कत् योगः णिच् इति स्थितिः अस्ति खलु? कत् योगः णिच् इति स्थितौ इदानीं तत्र इदानीं किं जातमस्ति? अतोलोपः इति सूत्रेण अतोलोपः इति सूत्रं किं तत्र किं वदति? अदन्ताङ्गस्य लोपः भवति आर्धधातुके परे. तर्हि तत्र लोपादेशः भवति, तस्य निमित्तं किम्? आर्धधातुकप्रत्ययः णिच् प्रत्ययः निमित्तमस्ति. अतः सः यत् कार्यं जातं सः तत् कार्यं तत्र अजादेशः यः आदेशः जातः लोपादेशः सः आदेशः परनिमित्तिकः अस्ति, तस्य निमित्तम् आर्धधातुकप्रत्ययः. अतः यत् कार्यं जातमस्ति अतो लोपः इति सूत्रेण तत् कार्यं कीदृश आदेशः इति चेत् परनिमित्तिकः अजादेशः. अश्वर्णस्य स्थाने आदेशः, यतोहि कत इत्यत्र अकारस्य स्थाने लोपादेशः, सः लोपादेशः कीदृशः इति चेत् परनिमित्तिकः. परनिमित्तिकः, तर्हि अचः परस्मिन् पूर्वविधौ इत्यनेन परनिमित्तिकः अजादेशः इति एतावत्पर्यन्तं प्राप्तं पूर्वसूत्रेण अतो लोपः इति सूत्रेण यत् कार्यं कृतं तदेव अत्र अस्मिन् सूत्रे वयं पश्यामः. यत्र पूर्वस्मिन् सूत्रे किमपि कार्यं जातं तत् कार्यं किम् अस्ति? अजादेशः अस्ति, परनिमित्तिकः अपि अस्ति, तत्सर्वं प्राप्तम्. इदानीं किं भवति तादृशकार्यानन्तरं किं भवति अत्र वयं पश्यामः चेत् पूर्वविधिः किमपि अस्ति वा इति द्रष्टव्यम्. इत्युक्ते यत्र अजादेशः जातः तस्मात् साक्षात् पूर्वं प्रक्रियायां तस्मात् साक्षात् पूर्वम् इत्युक्ते कतयोगः तत्र तकार उत्तरवर्ति अकारः तस्यैव लोपः अभवत् खलु? यत्र लोपः अभवत् तस्मात् दैशिकरीत्या पूर्वं जोग्राफिकलि पूर्वं कुत्र? अकारात् पूर्वं तकारः अस्ति, तकारात् पूर्वं यः अकारः अस्ति तत्र वृद्धिकार्यं भवितुम् अर्हति. तर्हि पूर्वविधिः कः? अत्र इदानीम् उपधायाः कार्यम् इत्युक्ते तत्र अत उपधायाः इत्यस्य कार्यं तदेव पूर्वविधिः. अस्तु, अत उपधायाः इति सूत्रमेव पूर्वविधिः. अस्तु खलु? अस्तु, न तु अतोलोपः, अतोलोपः इति कार्यम् एव अजादेशः. अतोलोपः इत्यस्य कार्यम् अजादेशः, अजादेशः. इदानीं तस्मात् पूर्वं किमपि कार्यमस्ति वा इति चेत् यत्र लोपः यस्मिन् स्थाने लोपः अभवत् तस्मात् दैशिकरीत्या पूर्वम्. अस्तु, साक्षात् पूर्वम् इति अपि नापेक्षितं, दैशिकरीत्या कुत्रचित् पूर्वं कार्यमस्ति चेत् तदेव पूर्वविधिः इति वदामः. एतादृशसन्दर्भे अजादेशः स्थानिवत् भवति. तर्हि किमर्थं स्थानिवत् अपेक्षितम् इति चेत् वि डोण्ट् वाण्ट् द पूर्वविधि टु हेपन्, पूर्वविधेः कार्यं न स्यात् इति कृत्वा एव स्थानिवत् क्रियते. अस्तु, आम्, तत्र इदानीं कथा इत्यस्य अजादेशः भवति अकारस्य लोपः अतो लोपः इत्यनेन अकारस्य लोपः. इदानीं कत् इति तिष्ठति, कीदृश अजादेशः इत्यपि चिन्तनीयम्. हा, तत्र परनिमित्तिकः परनिमित्तकः अजादेशः इत्युक्ते निमित्तक आर्धधातुके इति अस्ति. तादृशौ स्थितौ अजादेशः भवेत्. अपि च अजादेशः स्थानिवत् भवति. पूर्वविधौ कर्तव्ये इत्युक्ते तत्र यथा भवत्या उक्तं दैशिक इत्युक्ते साक्षात् पूर्वं न, तत्र थकारः अस्ति, तस्मात् पूर्वं उपधा अस्ति इत्युक्ते यत्र विधिः भवितुम् अर्हति तत्र तस्य उपधायाः अकारस्य अत उपधाया इत्यनेन वृद्धिः भवितुम् अर्हति तत्र प्रसक्तिः अस्ति, किन्तु यतोहि तत्र इदानीं स्थानिवत् इत्यनेन तत्र कथ् इति न अभवत्, कथा इत्येव तिष्ठति, अतः तत्र उपधायां थकारः एव अस्ति न तु अकारः, अतः वृद्धिः न भवति. वृद्धिः न भवति, अतः उपधायः इत्यस्य कार्यं न भवति, तदेव अस्माकं प्रमुखविषयः अस्ति. तस्य कार्यं, तस्य कार्यस्य निषेधः अपेक्षितः. तर्हि अस्य सूत्रस्य कार्यं किं? निषेधकार्यं. किमपि कार्यं यद् भवितुम् अर्हति तस्य निषेधः एव अस्य अस्य सूत्रस्य लक्ष्यं. साक्षात् सूत्रे साक्षात् सूत्रे निषेधः इति न उक्तम्. पश्यामः चेत् सूत्रे ओ पूर्वविधिः न स्यात् इति न उक्तम्. पूर्वविधिः न स्यात् इति न उक्तं, परन्तु किम् उक्तं? स्थानिवत् भवति चेत् पूर्वविधिः न भवति साक्षात्, तदेव तत्र किम् अल्टिमेट् इम्पाक्ट्. अन्तिमकार्यं किं? निषेधः एव अन्तिमकार्यं, परन्तु सूत्रेण साक्षात् न उक्तं. निषेधः भवति इति न न उक्तं. सूत्रेण किम् उक्तं? स्थानिवत् भवति इत्युक्तं. स्थानिवत् भवति चेत् पूर्वविधिः न भवति, न भवति इति. यतोहि तत्र रूपम् अपेक्षितं, कथा कथयति इति एव भवेत् इति, तं तं साधितुं स्थानिवत् इति किं तत्र निमित्तम् आदेश निर्देशः आनीतम् इति वक्तुं शक्नुमः खलु भगिनि? आम् आम् सत्यं, तत्र रूपं साधयितुमेव, तत्र सर्वत्र सूत्राणि किमर्थं रचितानि इति चेत् रूपं साधयितुमेव रचितानि सूत्राणि, परन्तु अत्रापि तथैव, तत्र कथा इत्यत्र न केवलं कथा इति स्थितौ, परन्तु अन्येषु परिस्थितिषु अपि अस्य सूत्रस्य प्रसङ्गः भवति यत्र यत्र, सर्वत्र एतादृशमेव कार्यम्. अस्तु अस्तु, इदानीं सुमन् भगिनी वदतु, गृहकार्यं कृतं वा? किञ्चित् चिन्तितवती, तत् अहं यत् एव यत् किमपि दृष्टवती तत्र परस्य आदेशः भवति चेत् प्रायः भवति इति चिन्तयामि, किन्तु अतोलोपस्य अपि च पूर्वस्मिन् पूर्वविधौ तत्र सर्वाणि यत्र यत्र कार्यं कर्तुं शक्नोति प्रायः अहं तु सम्यक् सर्व स्थानं न जानामि, किन्तु अत्र अस्ति इदानीं तु तत्र कथ योग निच् निच् तस्य इकार एव तिष्ठति तत्र, पूर्व क्षम्यतां पूर्ववर्ण अस्ति अकार, परवर्ण अस्ति इकार, तत्र परस्य आदेशः भवति चेत् सम्यक् भवति. सूत्रं किं भवति? सूत्रं किं भवति? इदानीं प्रायः चुरादिभ्यः चुरादिगणे एव भवेत्, अतः सर्वत्र यत्र अकार अस्ति तथा न भवति, चुरादिगणे अदन्त उपदेशे अदन्त अङ्गस्य अपि च पर अच् अस्ति चेत् पर आदेशः भवति इति किञ्चित् तथा एव भवति. सो परादेशः कः? यः कोऽपि आदेशः पर आदेशः भवितुम् अर्हति वा? न, परे अच् अस्ति चेत् परे अच् अस्ति चेत् अच् परे निच् निच् अच् परे अस्ति चेत् तथा परस्य आदेशः भवति इति अहं चिन्तयामि. यतोहि इदानीं पश्यामः चेत् तत्र कीदृशकार्यम् इदम् इदं कीदृशकार्यं परादेशः इति इत्युक्ते किं पूर्वपरयोः पररूपादेशः इति उक्तं खलु पूर्वपरयोः परादेशः तर्हि कीदृशकार्यमस्ति आदेशकार्यं कीदृशकार्यमस्ति इदम् कीदृशकार्यम् इत्युक्ते पूर्वपरयोः परादेशः इत्युक्ते कीदृशकार्यम् एकादेशः इत्युक्ते कीदृशकार्यं वर्णकार्यं वा किं कीदृशकार्यं सन्धिकार्यं सन्धिकार्यं भवति सन्धिकार्यं भवति. तर्हि इदानीं पश्यतु कथयोगः निच् इत्यत्र भवति सन्धिकार्यं वदन्ती अस्ति परन्तु सन्धिकार्यात् पूर्वम् अत्र किं कार्यम् अस्ति कथयोगः निच् इत्यत्र इदानीं तत्तु अङ्गकार्यं भवति खलु किन्तु इदानीम् अङ्गस्य इति वदामः चेत् अङ्गस्य कार्यं किमपि न भवति किम् किम् इदं यत् कार्यं भवत्या उक्तं तत्तु उपदेशे अङ्गकार्यं नास्ति तत्तु अङ्गकार्यं नास्ति यद् भवत्या उक्तं तत्तु वर्णकार्यमस्ति अङ्गकार्यमेव नास्ति वर्णकार्यम् उक्तं तर्हि इदानीम् अङ्गकार्यं वर्णकार्यम् अनयोः मध्ये किं कार्यं स्यात् आम् अङ्गकार्यमेव कार्यं करोति तर्हि कथं तत्र पररूपेण कथं समाधानं क्षम्यतां तस्य विषये न चिन्तितवती किन्तु अन्यत्र किमर्थम् अच इति उक्तवती तत्र अपि च पररूपम् इति यदुक्तं पररूपम् इति तादृशकार्यं तु अन्यत् सूत्रमपि अस्ति खलु पररूपार्थम् एतादृशमेव कार्यम् अन्यत् किमस्ति सूत्रम् अतो गुणे इति सूत्रमस्ति खलु पररूपार्थं तर्हि तस्य का गतिः क्षम्यताम् अतो गुणे तत्र गुणवर्णः आदेशः भवति खलु तदेव पररूपं खलु अत्रापि अच्वर्णः इत्युक्ते निच् निच् प्रसङ्गे सर्वत्र इ इति एव अस्ति खलु कः वर्णः अस्ति निच् इति एव अस्ति खलु सर्वत्र न भवती उक्तवती सर्वं पश्यतु इति इदानीं तु ल्युट् अस्ति अन्यत्र किं दृष्टवती इदं विहाय ल्युट् दृष्टवती अनिय दृष्टवती नूल् इत्युक्ते अन अक अनिय क्त न परन्तु तत्र किं तत्र तत्र न तत्र न ल्युट् इत्यत्र किं दृष्टं सो तत्र कथयोग अनं भवति खलु अन न न कथयोगः न इति न तत्र सर्वत्र किं भवति कथ इति कस्मिन् गणे अस्ति चिरादिगणे तर्हि किं भवति निच् प्रति आयाति निच् आयाति तद् निच् आयाति चेत् इदानीं किं किं निच् निच् किमर्थं इति द्रष्टव्यम् किन्तु तत्र सेट् धातु अस्ति चेत् निच् प्रत्ययस्य इकारः गच्छति खलु न अनिट् अस्ति चेत् सेट् अस्ति इति न कथ इति इदानीं कति इति धातुः अस्ति चेत् धातुः अनेकाचिति कृत्वा सर्वत्र इडागमः भविष्यति अतः अत्र तु नेरनीटि इत्यस्य प्रसङ्गः नास्ति ओ अत्र किमर्थम् अन इति दृष्टवती इति न जाने अन इत्यनेन किं स्वरः भवति अतः दृष्टवती तत्र स्वरः भवति पुनः न श्रूयते पुनः तत्रापि स्वरः भवति अच् वर्णः भवति अतः मया दृष्टं न इत्युक्ते तत्रापि पररूपं भवितुमर्हति वा इति वा आम् किन्तु अहं चिन्तितवती तत्र न परन्तु इदानीं तु सूत्रं तु यद् भवती रचितवती तत्तु चुरादिगणे एव भवेत् इति खलु आम् अस्तु तर्हि तत्र कथयोगः निचिति एव स्थितिः अस्ति खलु तर्हि कथयोगः निचिति स्थितौ सूत्रं रचितं तत्तु वर्णकार्यमस्ति न तु अङ्गकार्यम् अतः तत् न स्मृतवती अपि न चिन्तितवती द्वयमपि कार्यम् अङ्गकार्यम् इति तस्य चिन्तनं न अभवत् क्षम्यतां किन्तु नास्ति चिन्ता परन्तु समीचीनं परन्तु अत्र पररूपः पररूपम् इति वदामः चेत् क्लेशः इति चिन्तयामि किन्तु भगिनी किञ्चित् निच् प्रत्ययस्य इकार अत्र न गच्छति किम् इदानीं कथयोग इत् अस्ति क्षम्यतां कथयोग क्त प्रत्यय आगच्छति तत्र सेट् भवति अत्र अतः कथ योग न न न न प्रथमतया कथयोगः त प्रत्ययः इति नास्ति तदेव अहं वदामि कथयोग निच् एव अस्ति कथि इति भवति अनन्तरम् आगच्छति चेत् इत क्षम्यताम् आगमः अस्ति तकार अकार तिष्ठति क्तप्रत्ययस्य इत इति भवति कथियोग इत इति तत्र इकार गच्छति खलु अत्र न गच्छति न गच्छति अत्र सवर्णदीर्घसन्धि तु न भवति न गुणः भवति भगिनि न तप्रत्ययः अस्ति चेत् गुणस्य निषेधः खलु परन्तु तत्र ईकारः विशिष्टसूत्रेण गच्छति नेरनिटितिनेन न गच्छति नेरनिटितिनेन न गच्छति परन्तु भिन्नसूत्रेण गच्छति अस्तु अस्तु तत्तु विषयान्तरमस्ति अत्र अस्माकं विषयं प्रति आगच्छामः इदानीं तर्हि उक्तवती तत्र क्तप्रत्ययः अपि पश्यतु इति अतः इदानीं चिन्तितवती तत्र इकार अपि गच्छति अतः इदानीं कथ् एव तिष्ठति इत इति भवति कथित इति न परन्तु तत्र कथयोगः इत्यत्र तु पररूपम् इत्यस्य विषयः अस्तु इदानीं प्रक्रिया अस्तु अस्तु किमपि अन्यर् अपि दृष्टवती तत्रापि कथन्य एव न तु तत्र कथ इति न तिष्ठति कथ् एव तिष्ठति अतः अकार अकार तत्रापि सवर्णदीर्घ न भवति कथनीय अपि नास्ति अतः अहं चिन्तितवती इकार सर्वत्र गच्छति इति इकारः गच्छति इत्युक्ते तत्र विशिष्टसूत्रमस्ति चेत् गच्छति अनियर् प्रत्ययः अस्ति चेत् इकारः न गच्छति अनियर् प्रत्ययः अस्ति चेत् गुणः भवति ओ अस्तु कथनीय इव अस्तु कथे कथयनीय नास्ति खलु न कथियोगः अनियर् इत्युक्ते कथे कथ किं कथयोग कति इति अस्ति खलु कथियोगः अनियर् तत्र किं भवति गुणः भवति खलु कथनीय अस्ति न तु कथयनीय अस्तु अस्तु कतियोगः अनियर् तत्रापि इकार गच्छति यः तत्र इकार नेरनिधितिनेन गच्छति खलु नेरनिधितिनेन इकारः अतः सर्वत्र नेरनिति इति कार्यं करोति इकार गच्छति अतः इदानीं कथं कथनीय कथकः परन्तु इदानीम् अस्य प्रक्रियायाः अत्र अनेन सूत्रेण कः सम्बन्धः इति मया न भूतम् इदानीं यद्भवति अनियर् अनयन सर्वं वदन्ती अस्ति खलु तस्य अपि च अत्र कः सम्बन्धः न क्षम्यतां प्रथमं तु निच् एव भवति अत्र इदानीं तु इकार एव सम्बन्धः निच् इत्यस्य एव प्रसङ्गः ततः अग्रे यः कोऽपि प्रत्ययः भवति चेत् तत्र क्लेशः नास्ति खलु तत्र यत्किमपि प्रक्रिया निच् गच्छति वा न गच्छति वा इति तत्तु भिन्नविषयः अस्तु यत्किमपि भवति इदानीं तत्र पररूपम् इति तु न सम्भवति यतोहि तत्तु वर्णकार्यम् अस्ति अङ्गकार्यं नास्ति सत्यम् एक एकपूर्वपरयोः पररूपम् इति वदामः चेत् वर्णकार्यमस्ति. अस्तु, तर्हि अत्र अचः परस्मिन् पूर्वविधौ इति सूत्रे कोऽपि क्लेशः अस्ति वा? अग्रे गन्तुं शक्नुमः वा? भगिनी कश्चन प्रश्नः. भगिनी नमस्ते. भगिनि नमस्कारः. भगिनि भगिनि अचः परस्मिन् पूर्वविधौ अर्थः इदानीं स्पष्टमेव. मम प्रश्नः अस्ति, एतत् सूत्रं यत्र पूर्वविधेः कार्यम् अस्ति इत्युक्ते निषेधार्थः अथवा प्रवर्तनम् अस्ति चेत् एव एतत् सूत्रस्य प्रवर्तनं भवति वा? तादृशं किमपि अस्ति वा? न, पूर्वविधिः एव नास्ति चेत्, कुत्रापि पूर्वविधिः नास्ति चेत्, पूर्वविधेः प्रसक्तिः एव नास्ति चेत् तर्हि अस्य सूत्रस्य चिन्तनं न कुर्मः खलु. स्थानीवद् भवति चेत् कस्य कृते? न, पूर्वविधिः अस्ति किन्तु अस्माकं तादृश उद्देश्यः नास्ति. पूर्वविधिः भवतु अथवा निषेधः भवतु इति उद्देशः नास्ति. उदाहरणमस्ति वा? उदाहरणं मनसि इदानीं नास्ति, द्रष्टव्यम्. न, उद्देशः नास्ति इत्युक्ते, उद्देशः नास्ति इत्युक्ते पूर्वविधिः एव नास्ति इति अर्थः. पूर्वविधिः अस्ति चेत् साक्षात् इदं सूत्रम् आगच्छति एव. इत्युक्ते तत्र अस्य सूत्रस्य निषेधः कुत्रचित् अस्ति चेत् तत्र न भवति. इत्युक्ते अस्माभिः पूर्वम् अस्मिन् वर्गे न पठितं, परन्तु अचापरस्मिन् पूर्वविधौ इत्यस्यापि निषेधकसूत्रमस्ति खलु. न पदान्ताद्विर्वचने अचि वरेयलोपि स्वरसवर्णानुस्वार अस्ति खलु दीर्घं सूत्रम्. तादृशसन्दर्भेषु पूर्वविधिः अस्ति चेदपि न भवति निषेधः. अस्तु, अपवादेन भवति. अस्तु, अस्यापि निषेधः अस्ति. तर्हि अचः परस्मिन् पूर्वविधौ सर्वत्र भवति स्थानीयभावः इति नास्ति. अस्यापि निषेधसूत्रम् अस्ति, अस्यापि बाधकसूत्रम् अस्ति खलु. न पदान्त न पदान्त द्विर्वचन वरे यलोप स्वर सवर्ण अनुस्वार दीर्घजश्चर् विधिषु इति अस्ति सूत्रम्. अतः एतादृशसन्दर्भेषु तत्र अचः परस्मिन् पूर्वविधौ तेन स्थानीयभावः न भवति खलु. अतः सार्वत्रिकरीत्या एवमेव इति नास्ति, अत्रापि सर्वत्र भवति इति नास्ति, केषुचित् स्थलेषु न भवति स्थानिवद्भावः. अस्तु, अवगतवती भगिनि, धन्यवादः. अस्तु, तर्हि इदानीम् अग्रे गच्छामः. अरविन्द महोदय अग्रे पठति वा? चिरादिगणे अदन्तेषु धातुषु एतादृशी गति सूत्रस्य अनन्तरम् अचः परस्मिन् पूर्वविधौ इति सूत्रस्य अनन्तरम् इत्थं च चिरादिगणे इत्थं च चिरादिगणे अदन्तधातुभ्यः णिच् प्रत्ययः विधीयते, अतः लोपः स्थानिवत् नाम ह्रस्व अकारः इव. अनेन कारेण अथ उपधायाम् इति सूत्रस्य दृष्ट्या कत् धातु कत इतिवत् दृश्यते, तस्मात् अतुपदायां तकार प्रतीयते न तु ह्रस्व अकारः. अस्यां दशायां किमपि कार्यं न भवति. यदा कत योगः णिच् प्रथमम् अतो लोपः, तदनन्तरं कत् योगः णिच् तिर अत उपदायम् इत्यनेन स्थितस्य वृत्ति भवति स्म, किन्तु अचक् परस्मिन् पूर्वविधौ स्थानिवद्भावेन तत्र अकारस्य कारणेन तकार एव उपधा भवति इति कृत्वा अथ उपधाय इति सूत्रेण कथा कथा इति दृश्यते इति कारणतः अथ उपधाय इति अत्र तकारस्य उपधा रूपेण अस्ति कृत्वा न वृद्धिः भवति. एवंविध सर्वत्र अदन्तेषु तादृशु एतादृशी गतिः भवति यत्र सर्वत्र. कथयोगः णिच् कथि योगाशप् कथयति कथयते, गणयोगः णिच् गणि योगः शप् गणयति गणयते. महोदय महोदय क्षम्यतां, तावदेकवारं वदतु, अनन्तरम् अग्रे गच्छामि. अत्र णिच् णिच् प्रत्ययस्य प्रभावेन अतो लोपः इति अकारस्य लोपः, किन्तु तदनन्तरम् अत णिच् कार्येण अथ उपधायाम् इति वृद्धिः भवितुम् अर्हति किन्तु अच परस्मिन् पूर्वविधौ इति सूत्रं सानिवत् भावम् अस्ति कृत्वा तत्र अकार यथावत् दृश्यते इति कृत्वा अत उपधायां सूत्रस्य दृष्ट्या थकार एव उपधारूपेण दृश्यते इति कृत्वा अत उपधाय कार्यं न कर्तुं शक्यते इति कृत्वा कथा यथावत् तिष्ठति तदनन्तरं निच् योजयति चेत् कथि इति निजन्तधातु सिद्ध्यति निजन्तकथि योगः तदनन्तरं शप् विधीयते चेत् कथयति अथवा कथयते इति रूपं सिद्ध्यते. समीचीनं समीचीनं, धन्यवादः. इदानीम् अत्र विनयमहोदय, गणयोगः निच् इत्यत्र कथमस्ति इति एकवारं प्रतिपादयतु. आं भगिनि, गणयोगः निच् अत्रापि गण धातु अदन्तधातु अस्ति, निच् प्रत्ययः आधातुक अस्ति. प्रथमतया णिच् आयाति, णिच् अविशेष इकार ह्रस्व अस्ति, अतः गण स्पष्टतया अतः ण अलन्त अस्ति, अतः गणयोग इ गणे भवति. यदि गणे भवति तर्हि आयाति गणे कथं गणे न क्षम्यतां भगिनि, गणे अपि न भवति, गणी भवति, गणी भवति इकार अधार. गणयोगः निच् इदानीं प्रथमसोपानं किं? गणयोग निच् गणयोग निच् निच् निच् अवशेषः इकार अस्ति ह्रस्विकार, अतः यदि ण हलन्त अस्ति तर्हि इच् इकार अस्ति, अथ व्यञ्जनयोग न हलन्त नास्ति. गण इति धातुः खलु अदन्तधातुः, तत्र प्रथमसोपाने किं भवति? हलन्तधातुः नास्ति, अदन्तधातुः. न गण तु अदन्तः धातुः अस्ति, वयं पृष्टवान् गण यत्र यत्र अदन्तधातुः अस्ति तत्र तत्र अतो लोपः अपेक्षितः. यदि अतो लोपः न भवति तर्हि अग्रे प्रक्रिया न चलति. परन्तु अतो लोपः अपि अपेक्षितः. यदि अतो लोपः न भवति तर्हि प्रक्रिया न चलति. परन्तु उपधास्थाने अन्यविषयः, परन्तु अत्र अतो लोपः भवति. अतो लोपः भवति तर्हि एव गण भवति. अतः अत्र व्यवस्था जनुनाशक अस्ति, वयं जानीमः. अतः गणी अतः गणी भवति. गणी जब भवति तर्हि गणी भवति तर्हि शप् निमित्त भवति. शप् निमित्तकारणेन तस्मात् पूर्वं गणयोगः इ इति स्थितौ अचः परस्मिन् पूर्वविधौ अन्यत् सूत्रं किमपि प्रसक्तमस्ति वा तत् प्रतिपादयतु. न उपधा एकक्षणं केवलं परस्मिन् सम्बन्धा अच परस्मिन् पूर्वविधौ विधिद्वयम् अस्ति. एकविधिः अस्ति अतो लोपः भवति, परन्तु एक अन्यविधिः अस्ति अतः अत उपधायाः. अत उपधायाः पूर्वविधिः पूर्वविधिः भवति अन्यव्यवस्थायाम्. अत्र अत उपधाया विधिः न भवति, यतः अतो लोपः अकार स्थानिवत् कारणेन तिष्ठति. यदि अतो लोपः अकार तिष्ठति तर्हि कोऽपि कारणेन उपधाया न भवति. उपधा परिवर्तनं भवति, उपधा परिवर्तनम् आधारेण उपधा परिवर्तन आधारेण उपधा अकारस्य स्पष्टता नास्ति. उपधा तु अर्थे क अर्थात् अत्र थकार उपधा भवति तर्हि कोऽपि अवसरः नास्ति उपधा निष्पन्नार्थं कोऽपि अवसरः नास्ति परन्तु अवसरः नास्ति यथा स्थानिवद् भावः भवति यदि स्थानिवद् भावः न भवति तर्हि तु कोऽपि न किमर्थं स्थानिवत् न भवति इति वदति स्थानिवद्भावः तु भवति एव हा स्थानिवत् भावः स्थानिवत् भावः भवति स्थानिवत् भावः भवति तथा अकार यतः लोपः वयम् अतो लोपाधारेण पश्यामः तर्हि अकार तिष्ठति अकार अत उपधायाः पूर्वविधि दृष्टिकोणेन पश्यति तर्हि एव यदि अकार नास्ति तर्हि तत् अन्यविषयः परन्तु यथा अकार अत उपधायाः दृष्टिकोणेन अकार पश्यति यदि पश्यति तर्हि अत उपधाय स्थानिवत् भवति तर्हि स्थानिवत् कारणेन अत उपधाय न भवति अस्तु अस्तु समीचीनं तर्हि धातुः इदानीं गणि इति धातुः खलु तर्हि धातु गणि धातु तदनन्तरं शप् आयाति तर्हि गुण भवति अथवा गणि गणे भवति तदनन्तरं सन्धि आयाति एचो अयवायावः तर्हि ए स्थाने अय अस्ति ऋण हलन्त् अस्ति गणय भवति तदनन्तरं शप् अवशेष अकार अस्ति तर्हि गणय अङ्ग भवति तदनन्तरं अत्र परस्मै अपि च आत्मने पदमस्ति गणयति अपि च गणयति अस्तु बहु समीचीनं धन्यवादः भगिनि एक किञ्चित् प्रश्नः अस्ति अहं किञ्चित् पठितवान् चलधातु वयं वयं पृष्टवान् चल धातु चल धातु न चलधातु तु चलतु हा न क्षम्यतां जानातु पृच्छतु पृच्छतु न प्रश्ने केवलं चलधातु मित् अस्ति प्रश्नः अस्ति केवलं सरलप्रश्नः प्रश्नः मित् हेन मितां हरस्व वयं जानीमः तर्हि चल मित् अस्ति अथ तर्हि चलयति भवति चालयति भवति अहं दृष्टवान् परन्तु चलयति अपि भवति मित् इति कुत्र उक्तम् कुत्र उक्तं न मित् मित् यथा यथा वयं जानीमः ज्ञापसम्बन्धे अपि परन्तु अस्य अयं धातुः मित् इति कुत्र उक्तम् न दृश्यते खलु कस् तुदादिगणीयधातोः मित् इति कुत्रापि न उक्तं चालयति इति एव रूपं चालयति इति रूपं न श्रुतम् न तर्हि एव प्रश्नः अस्ति अहं दृष्टवान् धातु चल् अस्ति तदनन्तरं न वदति चुरादिव तुदादि इत्यादि केवलं चल् अस्ति तर्हि मित् अस्ति प्रायः अहं तर्हि कोऽपि प्रश्नः नास्ति तदनन्तरं अहं जानामि चल डेफिनेट्लि चालयति भवति चलति चलयति धन्यवादः अस्तु तर्हि इदानीम् उमा भगिनी अग्रे अग्रिमं करोतु भगिनी मम एकः संशयः अस्ति विजयलक्ष्मी नमस्ते नमस्कार अत्र अतो लोपः अनन्तरम् अचोयन् इति इत्येतयोर्मध्ये पूर्वविप्रतिषेधेन अतो लोपः आयाति इति गतसप्ताहे भवती उक्तवती खलु. तत्र सपोजिङ्ग् पूर्वविप्रतिषेधः अकृत्वा अचोयनिति इत्यनेन कथा योगः इ इति भवति चेत् कथयति रूपं तदापि सिद्ध्यति खलु. तत्र कथं सिद्ध्यति आकारः योगः ईकारः किं भवति? कथयति भवति, अनन्तरं शप् आयाति, कथयति इति भवति खलु. अत्र भवति, परन्तु अन्येषु प्रसङ्गेषु कते योगः तप्रत्ययः. कथे युगः तप्रत्ययः सर्वत्र भवति वा इति एकवारं परिशीलयतु. तप्रत्ययः अथवा तत्र अनियप्रत्ययः इति एतादृशप्रत्ययेषु परेषु कते इति भवति चेत् सर्वत्र रूपं भवति वा इति पश्यतु. कति इति एव धातुः खलु, निजन्तधातुः. कते इति धातुः नास्ति. कटे इति धातुः अस्ति चेत् कुत्रचित् क्लेशः भवति वा इति एकवारं परिशीलयतु. परन्तु अत्र बहुत्र बहु किमपि अड्जस्ट् कृत्वा कृत्वा कृतवान् अस्ति. अत्र पूर्वविप्रतिषेधः, अनन्तरम् अतो लोपः कृत्वा नाना अतो लोपः भवति परन्तु सूत्रस्य कृते न भवति इति एतत् सर्वं स्वल्प अड्जस्ट् मडि अड्जस्माडि अस्ति एव अत्र अड्जस्माडि अस्ति. अतः अहं उक्तवती खलु गतसप्ताहे एतत् काम्प्लिकेटेड् मास्तु परादेशः भवति इति, किन्तु विद्या भगिनी तु शाट् दट् डौन् इन् अ हार्ट् बीट्. न, तस्मिन् दिने एव अहं ज्ञातवती तत्र वर्णकार्यम् अस्ति इति ज्ञातवती, परन्तु अहं भवती अपि चिन्तयतु इति कृत्वा अहं किमपि न उक्तवती. न न, सम्यक् भगिनि, इदानीं तु अहं जानामि, किन्तु मम चिन्तनमपि तथा एव आसीत् किञ्चित् सो काम्प्लिकेटेड् इति. किन्तु अत्र अन्यमार्गः नास्ति इति भाति मम. अन्यमार्गः नास्ति इति भाति इत्युक्ते तत्र सम्पूर्णरीत्या परिशीलनीयं सर्वत्र कुत्रचित् वयं कुर्मः इति चेत् वर्गे ओ एवं भवति चेत् क्लेशः नास्ति इति वयं वदामः, परन्तु सर्वत्र न भवति वा इति एकवारं परिशीलनीयं. तादृशसामर्थ्यम् अस्ति वा अस्माकं? सामर्थ्यं नास्ति चेत् तत्र एवं भवतु इति कथं वक्तुं शक्नुमः इति एव मम प्रश्नः. कथे इति भवति चेत् अत्र शप् इत्यत्र तु भवति, सर्वत्र भवति वा, कुत्रचित् क्लेशः भवति वा, एतादृशधातुः अस्ति चेत् कुत्रचित् क्लेशः भवति वा इति सर्वं द्रष्टव्यम्. 360 degree angle नास्ति अस्ति. अतः एव अहं तत्र अनियर् किं भवति किं भवति, किन्तु भवती यत् उक्तवती तदपि सम्यक्. अत्र तु निच् प्रसङ्गे एव प्रथमं द्रष्टव्यम्. अतः अहं किं प्रार्थयामि इति चेत् एतादृशसूत्रं यदा आगच्छति तदानीं एवं भवतु इति यदा वयं वदामः तदानीम् अहं किं प्रार्थयामि इति चेत् भवन्तः गृहपाठरूपेण एकवारं सम्यक् रीत्या परिशीलनं कुर्वन्तु. कृत्वा यदा सर्वं दृष्टं, यावत् भवन्तः जानन्ति तावत् सर्वं दृष्ट्वा तत् पश्चात् अपि ओ भवितुम् अर्हति इति यदा चिन्तयति तदानीं प्रस्थानं कुर्वन्तु. तत्र वर्गे एतादृशं भवति चेत् सम्यक् भवति इति वदन्ति चेत् तदानीं वयं सर्वं मिलित्वा तत्र चिन्तयितुं शक्नुमः. नो चेत् किं भवति इति चेत् अस्माकं समग्रदृष्टिः नास्ति, अतः तत्र क्लेशः एव भवति. अस्तु भगिनि विजयलक्ष्मी भगिनी, एकवारं चिन्तयतु अन्यप्रत्ययं स्वीकृत्य. भगिनि, मम एकः प्रश्नः अस्ति. अचः पूर्वस्मिन् पूर्वविधौ सूत्रम् अस्ति खलु, तत्र आदेशः स्थानीवत् भवति इति अस्ति, किन्तु इदानीं तु सर्वेषां सर्वेभ्यः यत् उक्तवन्तः तत् श्रुतवती, किन्तु तत्र अकार एव तिष्ठति, अकार एव तिष्ठति इति अहं चिन्तितवती तत्र लोपः आदेशः भवति, तत् लोपः अयं लोपः स्थानीवत् भवति, अतः तत् लोपः तु प्लेस् होल्डर् अस्ति इत्युक्ते अन्तिम लोपः स्थानीवत् भवति इति नास्ति. लोपः स्थानीवत् न, लोपः जातः परन्तु अन्यस्य सूत्रस्य दृष्ट्या लोपः न जातः इव भाति. किन्तु स्थानीवत् आदेशः इत्युक्ते वदामः चेत् तत् लोपः आदेशः भवति चेत् लोपः अ इति अस्ति, अ इति अस्ति, तस्य लोपः अभवत्, इदानीं स्थानीवत् भवति चेत् लोपः स्थानीवत् भवति इति न अर्थः. लोपः तु जातः खलु, लोपः स्थानीवत् भवति इति तस्य कः अर्थः? लोपः तु जातः, वयं साक्षात् पश्यामः लोपः अकारः नास्ति. इदानीं स्थानीवत् भवति तत्र शून्य किमपि शून्य इति तस्य स्थाने भवति, अतः किञ्चित् कार्यं करोति किञ्चित् न न शून्यं तु अस्ति भगिनि, इदानीं शून्यम् अस्ति प्रत्यस्य तत्र अकारस्य लोपः जातः, इदानीं शून्यम् अस्ति परन्तु अत्र शून्यं न इष्यते. तर्हि शून्यं न इष्यते इति चेत् तत्र तत्र सः यः अजादेशः अभवत् सः अजादेशः स्थानिवत् भवति इति चेत् इदानीं सः अकारः अस्ति एव भाति. अतः अकारः पूर्वसूत्रस्य दृष्ट्या अकारः अस्ति. यत् कार्यम् अस्माभिः कृतं तत् कार्यं न जातं, तदेव स्थानिवत्. सानिनी यः मूलः वर्णः आसीत् सः वर्णः इदानीम् अपि अस्ति इति भाति. आम्, किन्तु अन्यत्र यदा वयं वदामः स्थानीवत् भवति तत्र यत् आदेशः भवति तत् इदानीं धातु आदेशः भवति चेत् अस्तु स्थानीवत् भवति इत्युक्ते यत् आदेशः भवति तदपि धातु एव भवति, नो चेत् तत्र अन्यत् किमपि अस्ति चेत् तत्र मूले धातुः अस्ति चेत् आदेशानन्तरमपि धातुः भवति इति वदामः. मूले किम् अस्ति इत्येव वयं पश्यामः तत्रापि. सत्यं भू इति धातुः अस्ति, भू इति धातुः अस्ति, तस्य स्थाने अस् इति आदेशः भवति. आदेशानन्तरमपि मूले किम् आसीत् धातुः आसीत् इति कृत्वा इदानीम् अस् अपि धातु, अतः मूले किम् अस्ति इत्येव पश्यामः. स्थानिवत् भवति इति चेत् इत्युक्ते किं, मूले किम् अस्ति तदेव स्थानिवत् भवति. आम् अस्तु, अत्र यतोहि लोपः अभवत् तत्र शून्य लोपः इति वयं वदामः परन्तु अत्र किं वक्तव्यम्? अजादेशः इति वक्तव्यम्. अच्वर्णस्य स्थाने आदेशः, लोपः अपि आदेशः, अजादेशः अभवत् सः अजादेशः स्थानिवत् भवति. इदानीं कुत्रापि इदानीम् अङ्गस्य इति अस्ति किन्तु यत्किमपि अङ्गं भवेत् इदानीं चुरादिगणे किमपि निमित्तं नास्ति खलु. किम् अत्र सूत्रे चुरादिगणे अथवा अन्यत् तथा किमपि निमित्तं नास्ति खलु यत्रापि भवती पश्यति खलु अनुवृत्तिसहितसूत्रे तादृशं किमपि नास्ति खलु किमपि नास्ति. यत्र किमपि अदन्तम् अङ्गम् अस्ति तत्र अन्तिम अकारस्य लोपः भवति. अतो लोपः इति सूत्रस्य विषये पृच्छति वा? पृच्छति वा इदानीम्? अतोलोपः आम्, अतः अदन्तम् अङ्गमिति उक्तं खलु, अतः यत्र कुत्रापि आर्धदातुकप्रत्यये परे. अस्तु अस्तु, इदानीम् उमा भगिनी अत्र अग्रे क्षिप. क्षिपयोगः निच् निच् मे ईकारः एव अवशिष्यते. उच्चैः वदतु भगिनी, न श्रूयते. क्षिपयोगः निच् मे इव ईकारः एव अवशिष्यते, तु क्षिपि इति आगच्छति. क्षिपि योगः शप् अत्र न श्रूयते, किमपि न श्रूयते भगिनि. उमा भगिनि क्षम्यतां भगिनि, न श्रूयते. अस्तु अरुणा भगिनी वदतु. क्षिप् दातु क्षिप इति अकारान्तदातु अस्ति. क्षिप्रयोगः निच् चुरादिगणे तस्य आप दीर्घसूत्रेण पाशासूत्रेण निच् दीयते. ततः अनिच् इति अधुधातुप्रत्ययः अधुधातुप्रत्ययः अस्ति चेत् अतः अतो लोपः इति सूत्रेण अकारलोपः भवति. क्षिप् योगः निच् अधुना अतोपदायाः इति सूत्रम् आगच्छति अत्र बुद्धिः भवितुम् अर्हति, परन्तु तत् इष्टरूपं न भवति. केन सूत्रेण वृद्धिः? अतो अतोपदायाः उपदायम् अकारः अस्ति वा? न भगिनि, अचूर्णनिधेन वा उपदायं ह्रस्व अकारः अस्ति वा? इदानीं क्षिप् इत्यत्र क्षिप् दातो अकार इकारः अस्ति खलु? इकारः अस्ति. ओ इकारः अस्ति. पगन्तलघुपदस्य इत्येन गुणः भवितुम् अर्हति, परन्तु रूपम् अनिष्टमस्ति. अन्यसूत्रमस्ति तस्मिन् पूर्वविधौ इति सूत्रेण स्थानिवत् लोपः स्थानिवत् भवति इति सूत्रे वक्तम्. अतः पुगन्तलब्धस्य केवलम् अकार अस्ति इति दृश्यते, अतः गुणः न भवति, केवलं क्षिप्पि इति रूपं भवति. समीचीनम्. अस्तु अग्रे विजयलक्ष्मी भगिनी भवती करोति. आं भगिनि, पुट् पुट् पुटयोगः निच् इति स्थिते अतो लोपः इत्यनेन अकारस्य लोपे कृते पुट् योगः निच् इति भवति. अत्र अच परस्मिन् पूर्वविधौ इति परिभाषया अकारस्य स्थानिवत् भावेन तत्र किं भवति, तत् स्थानिवत् भवति. अतः पुगन्तलघुपदस्य च इति सूत्रस्य कार्यं बाधितं न भवति, यतोहि उपधायां टवर्णः अस्ति न तु उवर्णः. अतः पुटयोगः निच् इत्यत्र अनुबन्धानां लोप अलोप लोपानन्तरम् इ इति अवशिष्यते, पुटी इति नूतनधातुः. तत्र पुनः शप् योजनेन न, तत्र ति प्रत्ययः आयाति, तिप् प्रत्ययः. अनन्तरं शप् इति कर्तरी शप् इत्यनेन विधीयते. अनुबन्धानां लोपानन्तरम् अ इति अवशिष्यते. सार्वधातुकप्रत्ययः अस्ति इति कृत्वा गुणः भवति अन्तिम ईवर्णस्य. पुटे योगः अ योगः ति इति स्थितिः. एचोयवायावः इत्यनेन पुटय इति भवति, पुटयति इति वर्णमेलनेन. अनन्तरं पुटयते इति अपि भवति. स चूरादिगणे सर्वत्र परस्मैपदिनः आत्मनेपदिनः रूपद्वयमपि सिद्ध्यति. समीचीनम्. समीचीनं. तत्र किम् अस्ति चेत् तत्र सर्वेषां कृते वदामि, अचः परस्मिन् पूर्वविधौ इत्यस्य प्रतिपादनं यदा वयं कुर्मः तदानीं तत्र सर्वं वक्तव्यं, इत्युक्ते अजादेशः यः अजादेशः अभवत् अतो लोपः इत्यनेन सः अजादेशः परनिमित्तिकः अजादेशः तत्र निमित्तमस्ति निच् प्रत्ययः परनिमित्तम् इति कृत्वा इदानीम् अचः परस्मिन् पूर्वविधौ इत्यनेन सः अजादेशः स्थानीवत् भवति पूर्वविधिः अस्ति उपन्तलघुपत् इति सर्वं वदामः चेत् अभ्यासः भवति अस्तु समीचीनं सम्यक् तर्हि इदानीं कः उषा भगिनी अग्रे गृह धातुः गृह अस्तु भगिनि गृह इति धातुः उपदेशे अस्ति गृहयोगः णिच् इति स्थिते अत उपदाय अतो लोपः इति कार्यं भवितुम् अर्हति अपि च अतो लोपः इत्यस्य कार्यं भवति अतो लोपः इत्यस्य कार्यं भवति चेत् अन्तिम अकारस्य लोपः भवति अन्तिम अकारस्य लोपः भवति अन्तिम अतो लोपः इति परनिमित्तिककार्यं णिच् इति परः अस्ति इत्यनेन अतो लोपः इति इनेन परनिमित्तिकः परनिमित्तकार्यं भवति अत्र अच परस्मिन् पूर्वविधौ इति सूत्रेण परनिमित्तिक अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये इति सूत्रं वदति परनिमित्तिक अजादेशः अत्र अतो लोपः इत्यनेन परनिमित्तिक अजादेशः भवति अन्तिमकारस्य लोपः गृह इत्यस्य तत् लोपः अजादेशः स्थानिवत् भवति इति वदति स्था पूर्वविधौ कर्तव्ये इति सूत्रं वदति पूर्वविधौ अत्र गृह इति गृह् इत्यस्य कृते पुगन्तलघुपदस्य च इत्यनेन गुणः भवितुम् अर्हति तत् पूर्वविधिः भवति यतोहि अजादेशः अनन्तरं अतोलोपः इत्यनेन अजादेशः अनन्तरं ऋकारस्य कृते हकारस्य पूर्वं ऋकारः अस्ति चेत् पुगन्तलघुपदस्य च इत्यनेन पुगन्तलघुपदस्य च इत्यनेन गुणः भवितुम् अर्हति परन्तु परनिमित्तिक अजादेशः स्थानिवत् भवति पूर्वविधौ कर्तव्ये इत्यनेन पूर्वविधौ कृते अत्र पुगन्तलघुपदस्य च इति सूत्रस्य दृष्ट्या गृह् इति न दृश्यते गृह एव दृश्यते तत्कारणेन गृह् पुगन्तलघुपदस्य च इत्यस्य कार्यं निषेधं भवति तदेव लक्ष्यं भवति पुगन्तलघुपदस्य च इत्यस्य कार्यमेव निषेधं भवति इत्यस्य कृते गृह् एव धातुः भवति णिच् योजनेन गृही इति धातुः नूतनधातुः सिद्ध्यति नूतनधातुः शप् इति विधीयते कर्तरर्थे शप् योगः ति इति स्थिते गृही योगः शप् योगः ति इति स्थिते गृही योगः शप् योगः ति गृहे योगः अयोगः ति इति गृहयति गृहे अनन्तरं एचो अयवायावः गृहै गृहयति गृहयते अपि रूपं सिद्ध्यति निचश्च इत्यनेन समीचीनं सम्यक् तर्हि इदानीम् अग्रे गच्छामः वंशी भगिनी अग्रे भगिनी अत्र निषेधः इति वक्तुं शक्यते वा किं निषेधः प्रसक्ति उषा भगिनी उक्तवती तत्र स्थानिवत् अजादेशः भवति इति कृत्वा पुगन्तलघुपदस्य इति सूत्रस्य निषेधः भवति इति इत्युक्ते तदेव मया उक्तं तत्र अन्तिमलक्ष्यं किं तत् कार्यं न स्यात् इति कृत्वा तत्र निषेधः एव अन्तिमलक्ष्यमस्ति अत्र अचः परस्मिन् पूर्वविधौ इत्यस्य अन्तिमलक्ष्यं किं स्थानीयवद्भावः भवति स्थानीयवद्भावेन किं लभ्यते इति चेत् कस्यचित् कार्यं न भवति खलु प्राप्तिः नास्ति निषेधः किमर्थं प्राप्तिः इत्युक्ते पूर्वं प्राप्तम् आसीत् परन्तु इदानीं सानिवद्भावेन इदानीं प्राप्तिः नास्ति. अतः तत्र इत्युक्ते तत्र निषेधः इत्युक्ते साक्षात् यदा वयं व्याकरणे निषेधः इति वदामः तथा नास्ति, इत्युक्ते तस्य कार्यं न भवेत् इति एव निषेधः. इत्युक्ते पूर्वं प्राप्तमासीत् खलु, अतः सामान्यतया अत उपादायाः अथवा पुगन्तलघुपदस्य च इत्यस्य कार्यं भविष्यति, परन्तु अत्र तु न इष्यते इति कृत्वा तत्र कार्यस्य अत्र कार्यम् अत्र निषेध अत्र वस्तुतः तथा एव तत्र शास्त्रे चर्चा यदा भवति निषेधौ इति सूत्रेण स्थानिवद्भावेन कार्यस्य प्रवृत्तिः भवति. तत्र स्थानिवत् आदेशो अनल्विधौ इति सूत्रेण यदा स्थानिवद्भावः स्वीक्रियते तदानीं तेन स्थानिवद्भावेन कस्यचित् सूत्रस्य प्रवृत्तिः भवति, कस्यचित् सूत्रस्य कार्यं भवति स्थानिवद्भावेन. परन्तु अचः परस्मिन् पूर्वविधौ इति सूत्रे स्थानिवद्भावेन किं भवति इति चेत् कस्यचित् सूत्रस्य कार्यं न भवति, तदेव लक्ष्यमत्र, अत्रापि कार्यं न भवति खलु. इदानीं कार्यं प्रसक्तं नास्ति इत्युक्ते कार्यं न भवति इदानीं, पूर्वं प्रसक्तिः आसीत् इदानीं नास्ति इति कृत्वा कार्यं न भवति. तद् तत् तद्दृष्ट्या मया निषेधः इति उक्तं तावदेव. तत्र साक्षात् यत्र सूत्रेषु निषेधः इति वदन् तथा नास्ति भगिनि. एतदपि अतिदेशसूत्रं वा? अतिदेशः एव, अतिदेशः एव. अस्तु भगिनि, पठामि वा? अस्तु, नमस्ते भगिनि. अस्तु, तत्र प्रश्नः अस्ति, उदेति यदि कथ इति धातोः उपदेशावस्थायां धात्वान्ते स्थितः अत् अनुनासिकः न, तर्हि किमर्थम् अतो लोपः इत्यस्य स्थाने अचोयनिति इत्यनेन अध वृद्धिः न स्यात्? द्वयोः सूत्रयोः अन्यत्र लब्धावकाशः अस्ति, अपि च अचोयनिति इति परसूत्रम्. अतो लोपः इत्यस्य निमित्तम् आर्धधातुके परे, अतः यावन्तः आर्धधातुकप्रत्ययाः सन्ति ते च पराः चेत् अतो लोपः इत्यस्य अवकाशः, अतः अचोयनिति इत्यस्य परत्वात् वृद्धिः भवेत्. अस्तु, तत्र प्रश्नः अस्ति, कथ इति अदन्तधातुः अस्ति, तत्र उपदेशे अवस्थायां तत्र अनुनासिकवर्णः नास्ति, अतः द्वयोः सूत्रयोः प्रसक्तिः अस्ति. एकं तु अतो लोपः इत्यनेन आर्धधातुकप्रत्यये परे अदन्त अङ्गस्य लोपः अन्तिम अकारस्य लोपः भवितुम् अर्हति. द्वितीयसूत्रमस्ति अचोयनिति. अचोयनिति इति तु वदति तत्र अजन्तधातोः परे निति नो चेत् इति प्रत्ययपरे तत्र वृद्धिः भवेत्, अन्त्यस्य अकारस्य वृद्धिः भवेत्, हा तत्र अङ्गस्य वृद्धिः भवेत् इति भवति. अतः तत्र द्वयोः सूत्रस्य प्रसक्तिः अस्ति, अपि च द्वयोः सूत्रयोः अन्यत्र लब्धावकाशः अस्ति. तेन कारणेन तुल्यबलविरोधः इति स्वीकुर्मः चेत् तत्र अचोयनति इति परसूत्रमस्ति, अतः तस्य एव कार्यं भवेत्, न तु अतो लोपः इति प्रश्नः अस्ति. हा, तदेव प्रश्नः अस्ति, यतोहि तत्र तुल्यबलविरोधः अस्ति, विप्रतिषेधे परं कार्यम् इत्यनेन तत्र अचोयनति इत्यस्य कार्यम् एव भवेत्, परन्तु अतो लोपः कार्यं भवति भवति. तत्र तु वयं दृष्टवन्तः न भगिनि, तत्र पूर्वस्मिन् कक्षायाम् अतो लोपः इति पूर्वप्रतिषेधेन तत्र अतो लोपः इत्यनेन द्वयोः सूत्रयोः मध्ये पूर्वप्रतिषेधेन अतो लोपः एव कार्यं करोति, न तु अचोयनति इति वयं चर्चितवन्तः किल. सत्यं सत्यं, तत्तु वार्तिकबलेन तथा तथा भवति पूर्वप्रतिषेधेन. अत्र तु किञ्चित् भिन्नरीत्या चर्चा अस्ति, इत्युक्ते तत्र सूत्राधारेण एव अतो लोपः इति सूत्रं बलवत् इति कथं वक्तुं शक्नुमः इति एव प्रश्नः. इत्युक्ते वार्तिकं मास्तु, वार्तिकं मास्तु, पूर्वप्रतिषेधः इति वार्तिकं मास्तु, सूत्राधारेण एव अतो लोपः इत्येव कार्यं करोति, न तु अचोयनिति इति कथं वक्तुं शक्नुमः? यथा तत्र विजयलक्ष्मी भगिनी पृष्टवती, अतो लोपः इति पूर्वसूत्रमस्ति चेत् मास्तु, अचोयनिति इत्यनेन कते इति दातुं वयं साधयामः इति उक्तवती खलु, तस्य उत्तरम् अत्र अस्ति, तस्य उत्तरम् अत्र अस्ति. अस्तु, पठामि वा? अग्रे पठतु. अस्तु, प्रत्युत्तरम् एवं यत् आर्धधातुके इत्यनेन विषयसप्तमी मन्यते चेत् अतो लोप इत्यस्य कार्यं भविष्यति अर्थधातुके इत्यनेन परसप्तमी मन्यते चेत् परत्वात् अचो इनति इत्यनेन वृद्धिः अस्तु विषयसप्तमी नाम यदा हि विचारः आयाति यत् अर्थधातुकप्रत्ययः आगमिष्यति तदा हि तेन निर्दिष्टं कार्यं सिद्ध्यति अर्थधातुकप्रत्ययस्य आगमनात् प्राक् एव अर्थधातुके इति यदा विषयः उदेति यत् अर्थधातुकप्रत्ययः आगम्यमानः तावता प्रत्ययः शारीरिकरूपेण पुरतः नास्ति केवलम् आगम्यमानः तदानीम् अतोलोपः इत्यनेन अतः लोपः भवति अस्तु अचोयनति इत्यस्मिन् परसप्तमी अतः निति नित् प्रत्ययः शारीरिकरूपेण पुरतः स्थितः चेत् एव कार्यं सेत्स्यति अतः बहुसङ्ख्यता विषयसप्तमीं मन्यते अस्तु अस्मिन् पक्षे कथयति इति रूपं परन्तु केचन परिगणिताः वदन्ति यत्र यत् अत्र परसप्तमी स्यात् तेषां मतेन कथयति इति रूपम् अस्तु बहु किमपि अस्ति भगिनि प्रयत्नं करोमि तत्र विषयद्वयमस्ति एकं तु अत्र तु विषयसप्तमी अन्यत्तु परसप्तमी विषयसप्तमी कथं कुत्र वदामः चेत् तत्र तु यदि विषयसप्तमी स्वीकुर्मः चेत् तत्र यदा परनिमित्तम् आगमनस्य पूर्वम् एव कार्यं कर्तुम् अर्हति इति भवति परन्तु यदा परसप्तमी इति वदामः तत्र निश्चयेन विषयसप्तमी इत्युक्ते विषयसप्तमी कस्मिन् कस्य सूत्रस्य विषये वयं वदामः अत्र अत्र अतोलोपः इत्यनेन तत्र अर्धधातुकप्रत्यये परे इति एव उक्तम् अतः तत्र तत्र विषयसप्तमी इति स्वीकुर्मः येन विचारेण तत्र अर्धधातुकप्रत्ययस्य आगमनात् पूर्वम् एव कार्यं भवितुम् अर्हति इति वक्तव्यम् इति तत्र किञ्चित् क्लेशः अस्ति परन्तु द्वितीयं तु अवगतवती तत्र तु परसप्तमी तु यदि वदामः तत्र अचोयिनति इति परसप्तमी अस्ति अदन्तधातोः प्रत्यय परे निति प्रत्यय परे अस्ति चेत् तत्र अदन्ताङ्गस्य वृद्धिः भवति तत्र तु साक्षात् क्षमतम् अजन्ताङ्गस्य अच्छा क्षमतां भगिनि तत्र तु निश्चयेन तत्र प्रत्ययः भवेत् तस्मिन् समये एव तत्र वृद्धिकार्यं भवति इति परसप्तम्याः विषयः अस्ति परन्तु तत्र परसप्तमी विषयसप्तमी इति प्रतिपादितवती इदानीं तर्हि विषयसप्तमी परसप्तमी अनयोः भेदः कथं भवति प्रक्रियायां प्रक्रियायां तु परसप्तमी इति साक्षात् परं भवेत् परन्तु विषयसप्तमी कुत्रापि भवितुम् अर्हति यतोहि तत्र बहुषु सूत्रेषु कित्नित् प्रत्ययपरे भवति अनयोः भेदः अत्र किमर्थं वयं चर्चयामः अनेन किं जायते अनेन तत्र तु अस्तु तत्र अतोलोपः साधयितुम् इच्छामः अत्र अतोलोपः इत्येव कार्यं भवति अचोयनति इति अपेक्षया इति किमर्थं तत्र निमित्तं सूक्ष्ममस्ति निमित्तं निमित्तानि किं वदामि तत्र तु भगिनी विषयसप्तमी किम् इति पुनः वदतु कृपया विषयसप्तमी इत्युक्ते तत्र सप्तमी तत्र प्रत्ययः कुत्रापि भवितुम् अर्हति परे परन्तु परसप्तमी इति साक्षात् परे एव भवेत् कुत्रापि भवितुमर्हति इति वा कुत्रापि नास्ति कर्तुः विवक्षा भवति खलु कर्तुः विवक्षानुसारं विषयसप्तमी कर्तुः विषय विवक्षानुसारम् इत्युक्ते इत्यस्य कः अर्थः विषयसप्तमी अर्थधातुकप्रत्ययः कर्तुः मनसि भवति यावत्पर्यन्तं तत् न आयाति तावत्पर्यन्तं विषयसप्तमी अस्ति इति मम ज्ञानस्य विषयः अस्ति सम्यक् कर्तुः सत्यं मम ज्ञानस्य विषयः अस्ति विषयसप्तमी इत्युक्ते मम विवक्षा अस्ति अहम् एवं करोमि इदानीं कथ इति दा इत्युक्ते यदा वयम् इत्युक्ते शाब्दबोधप्रक्रिया इति अस्ति कथम् अस्माभिः शब्दस्य प्रयोगः शब्दस्य प्रयोगं कुर्मः इति चेत् अस्माकं मनसि अस्माकं सूक्ष्ममनसि तत्र काचित् विषयः उदेति ओ अहं कथयति इति शब्दम् एतत् सर्वं बहु झटिति भवति कथयति शब्दस्य प्रयोगं करोमि इति यदा अहं चिन्तयामि तदानीं तत्र साक्षात् कथं भवति इति चेत् कथ इति धातुः अस्ति तत्र प्रत्ययः अस्ति एतादृश अर्धधातुकप्रत्ययः भवति इति एतत् सर्वं चिन्तनं यद्भवति खलु मम विवक्षा अस्ति कथयति इति रूपम् अहं साधयामि इति यदा मम विवक्षा अस्ति तदानीं कथ इति धातुः अस्ति चेत् तत्र अर्धधातुकप्रत्ययः यः भविष्यति इति यः विचारः अस्ति सः एव विषयसप्तमी इत्युक्ते मम विवक्षानुगुणं प्रत्ययः आयाति इदानीं प्रत्ययः न आगतः केवलं चिन्तने एव अस्ति तदा विषयसप्तमी इति वदामः प्रत्ययः पुरतः साक्षात् नास्ति परन्तु निमित्तसप्तमी इत्युक्ते यत्र प्रक्रियायां प्रक्रियासोपाने धातुः अस्ति तस्य अनन्तरं प्रत्ययः अस्ति इदानीं तत्र किमपि कार्यं भवति तत्र प्रक्रियासोपाने तद् भवति विषयसप्तमी इत्युक्ते मम विवक्षा यदा भवति ओ एतादृशप्रक्रियाम् अहं करोमि इति यदा मम विवक्षा भवति तदानीमेव तत्र विषयः अस्ति मम ज्ञानस्य विषयः अस्ति तर्हि अनयोः इदानीं लक्ष्मीभगिनी वदतु अनयोः किमर्थम् अत्र विचारः कृतः विषयसप्तमी निमित्तसप्तमी इति किमर्थम् अत्र बलाबलस्य चिन्तनं भवति अत्र अतो लोपः इत्यस्य अर्थधातुके इति अर्थधातुके परे इति औपदेशे अर्थधातुके इति अस्ति अनुवृत्तिसहितं वदामः चेत् अस्मिन् सूत्रे यदि अर्थधातुके इत्यस्य अर्थः विषयसप्तमी इति रूपेण स्वीकुर्मः चेत् अत्र न कोऽपि निमित्तं न स्यात् चेदपि तस्य प्रवर्तनं भवति इत्युक्ते अत्र अपरनिमित्तकम् इति स्वीकुर्मः यदि अपरनिमित्तकं स्वीकरोति चेत् अत्र अन्तरङ्गबलेन तस्य बलम् अधिकं भवेत् अतो लोपः इति सूत्रस्य सम्यक् उत्तमम् इति पश्यन्तु इत्युक्ते अत्र अतोलोप इदानीम् अतोलोपः अपि च अचोयन् इति अनयोः सूत्रयोः बलाबलचिन्तनं यदा कुर्मः यथा भगिनी सम्यक्तया उक्तवती अतोलोपः इति सूत्रे आर्धधातुके इति यत् सप्तम्यन्तं पदमस्ति तत् सप्तम्यन्तं पदं निमित्तसप्तमी अथवा परसप्तमी मास्तु आर्धधातुके प्रत्यये परे एव अदन्ताङ्गस्य लोपः भवति इति मास्तु अत्र आर्धधातुकप्रत्ययः यदा आगम्यमानः अस्ति इत्युक्ते अग्रे आयास्यति इदानीं मम मनसि अस्ति कथ इति धातोः प्रक्रियां करोमि इति तदानीम् एव तत्र विषयसप्तमीरूपेण अस्ति इति यदा चिन्तयामः चेत् इत्युक्ते कथ इत्यत्र प्रत्ययः इदानीं न आगतः तथापि तत्र कथ इत्यत्र अकारस्य लोपः भवति प्रत्ययः नास्ति चेदपि लोपः भवति इति एवमस्ति चेत् तदानीं तत्र कथ इत्यत्र किं कार्यं प्रथमतया भवति अतो लोपः भवति वा नो चेत् अचोयनिति भवति वा इति चेत् अतोलोपः एव प्रथमं भवति यतोहि तत्र निमित्तमेव नास्ति निमित्तं न अपेक्षितम् आर्धधातुकविवक्षा यदा अस्ति तदानीमेव तत्र अकारस्य लोपः भवति परन्तु अचोयनिति इति सूत्रस्य कार्यार्थं तत्र निमित्तम् अपेक्षितं नित् प्रत्ययः अपेक्षितः इदानीं नित् प्रत्ययः नास्ति अतः तस्य कार्यं न भवति तर्हि बलाबलचिन्तने अतोलोपः इति सूत्रं बलवत् अस्ति यतोहि तस्य निमित्तं नास्ति परनिमित्तं नास्ति अतः अपरनिमित्तिकम् अस्ति अपरनिमित्तिकम् अन्तरङ्गम् अतः अन्तरङ्गमस्ति अतोलोपः इति सूत्रम् अन्तरङ्गमस्ति अचोयनिति सूत्रं बहिरङ्गमस्ति अन्तरङ्गं किम् अत्र किमस्ति अन्तरङ्गबहिरङ्गयोः मध्ये अन्तरङ्गं बलवत् अतः अतोलोपः इति सूत्रं बलवत् अस्ति अतः तस्य कार्यं प्रथमं भवति येन तत्र कत् इति सिद्ध्यति अनन्तरं प्रक्रिया प्रचलति कथयति इति रूपं लभ्यते अचोयनिति इत्यस्य अवसरः नास्ति एतत्तु तत्र साक्षात् सूत्राधारेण एव वयं निर्णयं कर्तुं शक्नुमः तत्र वार्तिकस्य आवश्यकता नास्ति, साक्षात् सूत्राधारेण निर्णयं कर्तुं शक्नुमः, यतोहि अतोर्लोपः इति सूत्रे अर्धधातुके इति विषयसप्तमी इति स्वीकृत्य. परन्तु भगिनी एतत्तु परनिमित्तिकः अजादेशः अस्ति खलु? इति अस्ति सत्यम् इति अस्ति इति एव विषयः परनिमित्तिकः अजादेशः इति उक्तं, तर्हि अजः परस्मिन् पूर्ववेदौ इति न भवति खलु? सत्यं, बहु सम्यक्, उत्तमं भगिनि. इति कृत्वा वि हाव् टु शूट् डौन् दिस् आर्ग्युमेण्ट्. अतः एव तत्र मया एतत् सर्वं न उक्तं, मया उक्तं वार्तिकमिति उक्तं खलु. वार्तिकमेव समीचीनमिति, वार्तिकमेव समीचीनमिति मया उक्तं. किमर्थम् उक्तम् इति चेत् एतादृशप्रश्नः अस्ति, यतोहि अचः परस्मिन् पूर्वविधौ इति सूत्रस्य कार्यं कथं भवति परनिमित्तिकः नास्ति चेत् इति प्रश्नः भवति, उत्तमः प्रश्नः. अतः तद् स्वीकर्तुं न शक्यते. अपि च इदानीम् अग्रे वंशी भगिनी अग्रे पठतु, अत्र किमुक्तम्? आम् पठामि भगिनि. अस्तु, तत्र अतो लोपः इति सूत्रे प्रश्नः उदयति किमर्थम् उपदेशे इति उक्तम्. उत्तरम् एवं न न न अत्र अस्मिन् परिच्छेदे यत् पठितं तत्र अवशिष्टः भागः अस्ति खलु, आर्धदातिके इति यदा विषयः उदेति तदा तदभवत्. हा सत्यं, क्षम्यताम्. आर्धधातुके इति यदा विषयः उदेति तत् यत् आर्धधातुकप्रत्ययः आगम्यमानः तावता प्रत्ययः शारीरिकरूपेण पुरतः नास्ति, केवलम् आगम्यमानः तदानीम् अतो लोपः इत्यनेन अतः लोपः भवति इति यदा वयं चर्चितवन्तः. अधुना तु अस्माकं विवक्षा अनुगुणम् एव तत्र प्रथमं भवितुम् अर्हति, अपि च अन्तरङ्गबलेन तत्र भवितुम् अर्हति. अचोयनति इत्यस्मिन् परसप्तमी, अतः नित् इत् प्रत्ययः शारीरिकरूपेण पुरतः स्थितः चेदेव कार्यं सेत्स्यति. अत्र बहु सेत्स्यति इति कीदृशरूपम्? तत्र सिद्ध सिद्धधातुतः लृट् लकारः इति चिन्तयामि न, सिद्ध्यति इति अस्ति खलु, तत्र सेत्स्यति. अत्र बहुसङ्ख्यता विषसप्तमीं मन्यते, बहुसङ्ख्यता विषसप्तमी मन्यते इत्यपि अस्ति वा? बहुसङ्ख्यता विषसप्तमी इत्युक्ते अत्र बहु बहवः जनाः इत्युक्ते बहवः वैयाकरणाः विषसप्तमी इति स्वीकृत्य बहुसङ्ख्यता. अहं चिन्तितवती निमित्तं बहुसङ्ख्यता अस्ति अत्र गमितवती. अस्मिन् पक्षे कथयति इति रूपं, परन्तु केचन परिगणिताः वदन्ति यत् अत्र परसप्तमी स्यात् तेषां मतेन कथायति इति रूपं. तदपि समीचीनं, परन्तु कथायति इति रूपं तु नास्ति लोके, कथयति रूपमस्ति, कोऽपि कथायति इति न तत्र तादृशप्रयोगः न श्रूयते. अतः अत्र यत्किमपि उक्तं तत् सर्वं स्वीकर्तुं न शक्यते. किमर्थं बहवः अत्र विषयसप्तमी इति स्वीकुर्वन्ति इत्यपि न जाने, यतोहि अजः परस्मिन् पूर्वविधौ इति कथं कार्यं करोति इत्यपि न जाने. अस्तु, यत्किमपि भवतु, तर्हि अत्र अजः परस्मिन् पूर्वविधौ कार्यं भवति वा इत्यपि प्रश्नः जातः. पूर्वविधौ भवति एव, अत्र भवति एव, यदि तत्र कत् योगः णिच् इति स्थितौ विषयसप्तमी इति रूपेण अतो लोपः इति कार्यं भवति चेत् कत् योगः णिच् इति अस्ति. इदानीम् अतोपदायः इत्यस्य कार्यं कथं वारयितुं शक्नुमः? अतः तत्र कत् योगः णिच् इत्यत्र कात् कातयति इति रूपं भवति खलु, कातयति तु अनिष्टरूपमस्ति, अनिष्टरूपमस्ति. अतः अतः परस्मिन् इति अपेक्षितमेव, अतः विषयसप्तमी इति स्वीकृत्य कथं भवति इति न जाने, न भवितुम् अर्हति. अस्तु सत्यं, परन्तु हि तत्र अधोलोपः परनिमित्तिकः न भवति तदानीं. न परनिमित्तिकः भवति, परन्तु विषयसप्तमी भवितुम् अर्हति न तत्र. न न न, परनिमित्तिकः कथं भवति? न भवति परनिमित्तिकः. परनिमित्तम् अस्ति चेदेव एतत् सूत्रं प्रवर्तते अतः. हा सत्यं, तत् नास्ति. अधुना तु वयं चिन्तितवा तत् नास्ति इति उक्तं, परन्तु परनिमित्तिकः भवति एव इति भवती उक्तवती, कथं तत्? न न सत्यम्, अहं चिन्तितवती तत्र विषयसप्तमी इति उक्त्वा अचः परस्मिन् इत्यनेन इदानीम् अजादेशः परनिमित्तिकः इति वक्तुं शक्यते वा? हा तत्र तु आगमन परनिमित्तिकः इत्यस्य कः अर्थः? निमित्तं साक्षात् परं भवेत् इति एव तत्र तादृशपरं निमित्तम् अस्ति चेदेव कार्यं भवति इति अर्थः खलु सत्यं हा तदेव अर्थः इदानीम् अतोलोपः इत्यस्य निमित्तमस्ति चेदेव कार्यं भवति इति अत्र उक्तं वा न खलु निमित्तं नास्ति चेदपि विषयः मनसि विषयः अस्ति चेत् भवति इत्युक्तं खलु सत्यं अतः परनिमित्तिकः अजादेशः इति कथं वक्तुं शक्यते तत्र क्लेशः अस्ति तत्र न चिन्तितम् अतः एव तत्र एतादृशप्रश्नः आयाति इति कृत्वा एव एतत् सर्वम् अहं न चिन्तयामि एव साक्षात् वार्तिकं प्रति गच्छामि भगिनी यतोहि सप्तमी तस्मिन् विषये लघुप्रश्नद्वयम् अस्ति एकं तु इदानीम् आर्धधातुके अस्ति इदानीं सप्तमी एव अस्ति इदानीं वयं कथं जानीमः विषयसप्तमी वा परनिमित्तं विचारं कृत्वा विचारणीयं विचारं कृत्वा जानीमः ओ अत्र किम् अस्ति परसप्तमी अस्ति वा निमित्तसप्तमी अस्ति वा न जानीमः चेत् वृत्तिः वृत्तौ किम् अस्ति इति पश्यामः वृत्तिः एव शरणम् अस्तु किन्तु इदानीं कथं वक्तुं शक्नुमः आर्धधातुकप्रत्यये मनसि एव अस्ति चेत् कार्यं भवति इति अन्यत् उदाहरणं किमपि अस्ति वा विषयसप्तमी तत्र बहूनि सूत्राणि सन्ति खलु अस्तेर्भूः इति अस्ति भूधातोः अस् आदेशः भवति इति उक्तं तर्हि तत्र आर्धधातुकविवक्षा अस्ति चेत् भवति भूयोगः भू इति अस्ति तदानीमेव अस् आदेशः भवति प्रत्ययः न अपेक्षितः आम् तत्र प्रत्ययः न अपेक्षितः सम्यक् एव किन्तु अत्र आर्धधातुकप्रत्ययः नास्ति चेत् कथं भवति इदानीं तु मनसि कत् इति अस्ति कत इति अस्ति तदानीमेव अकारस्य लोपः भवति तदानीं कत् इति दातुमेव स्वीकृत्य अहं प्रत्ययम् आनयामि कत् इति इदानीं हलन्तदातुं स्वीकृत्य अहं प्रक्रियां करोमि यतोहि मम मनसि एव अतो लोपः इत्यस्य कार्यं जातम् यतोहि तत् चुरादिगणे अस्ति निचेव आयाति अतः तद् निचेव मम विवक्षा अस्ति निचेव मम विवक्षा अस्ति मम विवक्षा निच् नास्ति चेत् तदानीं कार्यं न भवति मम विवक्षा तप्रत्ययः अस्ति चेदपि भवितुमर्हति विषयसप्तमी स्वीकृत्य तप्रत्ययः अथवा यः कोऽपि आर्धधातुकप्रत्ययः अस्तु तदेव चिन्तित्वा तद् ज्ञात्वा भवति सत्यं ज्ञात्वा एव अतः एव विषयः इत्युक्ते किम् विषयः इत्युक्ते मम ज्ञानस्य विषयः सर्वदा सविषयकः केचन पदार्थाः सविषयकः इत्युक्ते तत्र विषयः इत्युक्ते तत्र किं मम इच्छा अस्मिन् पुस्तके अस्ति इति चेत् मम ज्ञानस्य विषयः अस्ति पुस्तकं खलु अस्तु इदानीं तत्र अन्ते किं तत्र लक्ष्मीपत्न्या अन्ते पठतु आं भगिनि अतो लोपः तदेव खलु भगिनि आं तदेव अतो लोपः इति सूत्रे प्रश्नः उदेति किमर्थम् उपदेशे इत्युक्तम् उत्तरम् एवं यत् अनुवृत्तौ उपदेशे इति यदि न अभविष्यत् तर्हि कासुचित् स्थितिषु अनुपदेशावस्थायाम् इष्टरूपं न प्राप्स्यत् यथा भ्वादिगणे ऐ गतौ इति धातुः उदाहरणार्थं कश्चन अर्धधातुकप्रत्ययः अस्ति क्विप् ऐ योग क्विप् अनुबन्धलोपे ऐ योग व लोपोर्व्योवली इत्यनेन यकारलोपः आयोग व अतोलोपः इत्यनेन आलोपः वेरवृत्तस्य इत्यनेन वकारलोपः शून्यम् अवशिष्यते अतः उपदेशे नास्ति चेत् इष्टरूपं न प्राप्यते उपदेशे अस्ति चेत् आलोपः न भवति यतोहि अ इति उपदेश अवस्थायां नास्ति अतोलोपः इति सूत्रे उपदेशे आर्धधातुक इत्यस्य अनन्तरम् उपदेशे इति अपि उक्तं किमर्थम् उपदेशे इत्यस्य उपदेशे इति योजितं, तस्य प्रसक्तिः का इति प्रश्नः अत्र. अत्र तदर्थम् उदाहरणं दत्तमस्ति. भ्वादिगणे कश्चन धातुः अस्ति ऐ इति. ऐ धातुना सह क्विप् प्रत्ययः योजितः. अस्मिन् सन्दर्भे ऐ योग क्विप् इत्यस्य इति सन्दर्भे यकारस्य लोपः जायते लोपो व्योर्वलि इति सूत्रेण. यदि बल् प्रत्याहारे अन्यतमः वर्णः परे अस्ति चेत् यकारवकारयोः लोपः जायते इति एतत् सूत्रं वदति. तेन यकारलोपः जायते. केवलम् अ इति तिष्ठति. अ योग व् क्यूप् इत्यस्यापि ककारपकारयोः लोपः भूत्वा केवलं वकारे एव तिष्ठति. अत्र अतो लोपः इत्यस्य प्रसक्तिः अस्ति, यतोहि अकारान्त अङ्गमस्ति. व् इति आर्तधातुक प्रत्ययः अस्ति. तस्मिन् सन्दर्भे अकारस्य अपि लोपः जायते अतो लोपः इत्यनेन. केवलं वकारः तिष्ठति. वेरप्रत्तस्य इत्यनेन वकारलोपः अपि भूत्वा शून्यम् अवशिष्यते. तत्र किमपि रूपं न अवशिष्यते एतादृशं गच्छति चेत्. अतः एव उपदेशे इति उक्तम्. उपदेशे इति नास्ति चेत् अत्र इष्टरूपं न सिद्ध्यते इति उक्तम्. उपदेशे इति अस्ति इति कारणेन एव अकारलोपः न जायते इति अत्र उक्तमस्ति. अत्र उपदेशे इत्युक्ते कस्य उपदेशः? अत्र उपदेशे इति क्विप् इत्यस्य वकारस्य उपदेशावस्थायां खलु प्रत्ययस्य इत्युक्ते अत्र सूत्रे अतोलोपः इति सूत्रे अनुवृत्तिसहितसूत्रे वयं पश्यामः चेत् किमस्ति अनुवृत्तिसहितसूत्रे? अनुवृत्तिसहितसूत्रम् अस्ति अतः अङ्गस्य लोपः आर्तधातुके उपदेशे इति अस्ति. आम् उपदेशे इति आर्तधातुकस्य विशेषणम् अस्ति. अतः अत्र क्विप् इति अर्थधातुकप्रत्ययः अस्ति, तस्य एव उपदेशावस्थायाम् इति अर्थः प्राप्यते. तस्य क्विप् इत्यस्य उपदेशावस्थायाम् इत्युक्ते किम्? क्विप् इत्यस्य उपदेशावस्थायाम् इत्युक्ते यदा तस्य विधानं भवति तस्मिन्नेव वेलायाम् इति अर्थः वा? सत्यं, प्रत्ययस्य विधानं भवति. धातुतः यदा प्रत्ययः प्रथमवारं विधीयते तदेव उपदेशावस्थायां. तदानीं तत्र तु धातुः अपि औपदेशिकावस्थायाम् एव भवति. वस्तुतः धातुः तत्र औपदेशिकावस्थायामेव भवति. धातुः अपि औपदेशिकावस्थायामेव भवति, प्रत्ययः अपि औपदेशिकावस्थायामेव भवति. परन्तु सूत्रे आर्धधातुके इत्यस्य विशेषणरूपेण उक्तम्. अतः प्रत्ययस्य विधानसमये, तर्हि प्रत्ययस्य विधानसमये अङ्गम् अदन्तम् अस्ति चेत् तदानीं तत्र अतोलोपः इत्यस्य कार्यं भवति. परन्तु प्रक्रियायां यदा प्रक्रिया तत्र सोपानानि सन्ति, तत्र मध्ये कुत्रचित् कतिचन कार्यानन्तरं मध्ये तत्र किम् अङ्गम् अदन्तं भवति चेत् तदानीम् अतोलोपः इत्यस्य प्रसङ्गः नास्ति. इत्युक्ते प्रथमसोपाने भवेत्, प्रत्ययविधानसमये एव भवति अतोलोपः इत्यस्य कार्यम्. इदानीं भगिनी प्रत्ययस्य उपदेशावस्था कथा लुप्यते? इदानीं ककारपकारयोः लोपः जायते चेत् उपदेशावस्था नास्ति इति वदामः वा? यदा ऐ योगः क्विप् इति यदा प्रथमसोपाने क्विप् इति आयाति खलु, तत्र तु उपदेशावस्थायामेव अस्ति खलु. क्विप् इति अत्र ककारपकारः लुप्यते चेदपि क्विप् इति एव अस्ति. प्रथमसोपाने यदा विधानं भवति तदेव उपदेशावस्था. परन्तु भगिनी अत्र ऐ इति तु धातु न तु प्रातिपदिकं धातुः एव. तेन किम् अङ्गस्य एव अतो लोपः इत्यनेन अकारस्य लोपः भवति खलु? ऐ इति अङ्गं नास्ति वा? नास्ति खलु. अत्र ऐ इति तु धातु अस्ति, क्विप् योजनेन प्रातिपदिकं भवति. परन्तु प्रातिपदिकं नास्ति भगिनि, अत्र प्रातिपदिकस्य विषयः नास्ति. प्रातिपदिकं भवति कृत् प्रत्ययः इति कृत्वा प्रातिपदिकं भविष्यति. परन्तु ऐ इति अङ्गं वा न वा? अङ्गमेव प्रत्ययात् प्राक् खलु प्रत्ययात् प्राक् यः भागः तत् अङ्गं सूत्रं किमस्ति अङ्ग अङ्गविधायकसूत्रं किमस्ति यत् प्रत्यये अङ्गम् इति यस्मात् यस्मात् प्रत्ययविधिस्तदादि प्रत्ययङ्गं प्रत्यये अङ्गम् यस्मात् प्रत्ययः विधीयते यस्मात् इत्युक्ते अत्र ऐ इत्यस्मात् प्रत्ययः विहितः अतः ऐ इति अङ्गं तत्र धातुसंज्ञा अपि अस्ति इति भिन्नवार्ता अदन्तम् अङ्गम् अस्ति खलु अदन्तम् अङ्गं नास्ति यकारान्त अङ्गं क्षम्यतां यकारान्त अङ्गम् ऐ इति धातु वा भगिनि आम् ऐ गतौ अस्तु तर्हि अत्र ऐ इति उपदेशावस्थायाम् अदन्तं नास्ति इति कृत्वा अतो लोपः इत्यस्य कार्यं न भवति अत्र लोपोव्योर्वली इत्यनेन यकारस्य लोपः भवति तत्पश्चात् अदन्तं भवति इति कृत्वा तत्र अतो लोपः इत्यस्य प्रसङ्गः न भवति यतोहि उपदेशावस्थायां नास्ति प्रत्ययः इत्युक्ते प्रथमसोपाने एव अङ्गम् अदन्तमस्ति चेत् तदानीं भवति नो चेत् न भवति बुद्धं वा इत्युक्ते केवलं तत्र भगिनी तत्र एतादृशं वक्तुं शक्यते किल तत्र अतो लोपः इति प्रथमवारम् एकवारमेव कार्यं कर्तुम् अर्हति तस्मात् अनन्तरं न करोति यतोहि उपदेशावस्थायां नास्ति एकवारमेव कार्यं करोति आं नो चेत् भुवादिगणे तुदादिगणे दिवादिगणे सर्वत्र लोपः भवति भगिनी इदानीं क्युप् इत्यस्य वकारः तिष्ठति इदानीं केवलं वकारः तत्र अस्ति चेत् भवतु तत्तु उपदेश अवस्थायाम् अस्ति इति वक्तुं शक्यते वा न वा द्वितीयसोपाने इदानीं प्रत्ययः इत्यपि उपदेशावस्थायामेव तत्र संज्ञालोपानन्तरमपि तत्र औपदेशिक अवस्थायामेव अस्ति खलु ऐ योगः क्विप् इति प्रथमसोपाने बिफोर् पीलिङ्ग् आफ् द लेयर्स् इत्युक्ते उपदेशः इत्यस्य कः अर्थः इत्युक्ते यदा हि प्रथमवारं प्रत्ययः विधीयते तदेव तदेव अर्थः एव अर्थः व इति औपदेशिकावस्थायामेव अस्ति अस्तु तर्हि अत्र स्थगयामः समयः अतीतः तर्हि धन्यवादः नमस्कारः धन्यवादः भगिनी सम्यक् आसीत् धन्यवादः धन्यवादः भगिनी धन्यवादः भगिनी नमस्कारः बहु सम्यक्